नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्। अद्य अदादिगणः इति विषयः प्रवर्तमानः अस्ति। तत्र वयं गतसप्ताहे इन् धातोः विषये दृष्टवन्तः, ईकारान्तदातवः इति सप्तदातवः सन्ति, इङ् इक् इङ् वी शीङ् वीरिङ् वेवीङ् इति। तत्र इङ् गतौ इति प्रथमधातुः अस्ति, तस्मिन् विषये दृष्टवन्तः। तत्र लटि लोटि च रूपं साधितवन्तः। तत्र किं भवति इति एकवारं दृष्ट्वा अग्रे सरामः, लङ्गिरूपं साधयामः। तत्र एकं विशिष्टसूत्रमस्ति इणो यण् इति। यद्यपि तत्र अचिष्णुधातुभ्रुवां युवोर्यङ् वङ्गौ इत्यस्य प्रसक्तिः अस्ति चेदपि इणो यण् इति सूत्रं तद् बाधित्वा तस्य कार्यमेव भवति, येन यण् आदेशः भवति अजादिप्रत्यये परे इति नूतनसूत्रं दृष्टवन्तः। इणः अङ्गस्य, यण् अचि अङ्गाधिकारे अस्ति, अचि अच् प्रत्ययः परः अस्ति चेत् इणः स्थाने यण् इति आदेशः भवति इति। हलादिपित्सु तु गुणः एव भवति, यदा इकारः योगः ति इति तिप् इति अस्माकं पित् प्रत्ययः, अतः तत्र गुणस्य अवसरः एति इति रूपम्। अजादिपित् अस्ति चेदपि गुणः भवति, परन्तु अनन्तरम् अस्माकं सन्धिकार्यम् अयादेशः, ई योगः आनि चेत् तत्र गुणः भूत्वा ये योगः आनि, अनन्तरं येचोयवायावः अयानि इति रूपम्। हलादि अपित्सु गुणनिषेधः वर्णमेलनम् इतः, अजादि अपित् अस्ति चेत् तत्र गुणनिषेधः तु भवति एव, परन्तु अचिष्णुधातुभ्रुवां युवोर्यङ् वङ्गौ प्रबाध्य इणो यण् इत्यनेन यणादेशः यन्ति इति रूपम् आगच्छति। अतः इण् धातोः विषये एकम् एव सूत्रं, विशिष्टसूत्रं मनसि भवेत्, इणो यण् इति। दरिद्राधातोः विषये वयं यदा दृष्टवन्तः तत्र चत्वारि सूत्राणि आसीत्, अतः अत्र तु इणो यण् एव। अतः रूपं साधयामः लङ्गि। अस्तु, विजया भगिनी, लङ्गि प्रथमपुरुष एकवचनं। भगिनी, तत्र लङ्लकारः परस्मैपदि इत्ते ताम् अन्न सिद्ध तिङ् प्रत्ययः, मध्यमपुरुष इस्तम्त अम् व म इति अस्ति। तत्र तत्र प्रथमं आडजादीनाम् आकारः अस्ति, अनन्तरं तत्र गुणः भूत्वा ऐ इति आगच्छति, अनन्तरं वर्णमेलनं ऐत् इति अस्ति, अनन्तरं तत्र ताम् इति अस्ति, ऐ मेलनेन ऐताम् इति अस्ति, अनन्तरं भगिनी क्षम्यताम्, तकारः कीदृशप्रत्ययः भवति, किम् उक्तवती? पित्वा अपित्वा तत्र अपीत्येव खलु भगिनि, तकारः लङ्लकारस्य प्रथमपुरुष एकवचनं तकारः, पित्वा अपित्वा तत्र अस्माकं करपत्रे एव अस्ति किल, लकारेषु तिगन्तरूपाणि वक्तव्यानि, उपरि दत्तानां नियमानानाम् आधारेण रूपचिन्तनं करोतु। तत्र आडाजादीनां लङ्गि अजादिधातु रूपी सिद्धप्रत्ययाः सन्ति किल भवत्याः पार्श्वे करपत्रम्, सिद्धप्रत्ययाः इति. तत्र तकारः पश्यतु लङ्लकारे पित्वं पित्त वा अपित्व तत्र हलादि पित् सार्वधातुकप्रत्ययाः. समीचीनं. पित् अस्ति, अतः इदानीं वदतु ई योगः त आडजादीनाम् आयोगः ई योगः त. इदानीं किं भवति? ऐत् इति भवति. रूपं समीचीनं भगिनी, प्रक्रिया एव अहं पृच्छन्ती अस्मि. प्रथमम् आडजादीनाम् इति सूत्रेण आ अस्ति, अनन्तरम् ई इति अस्ति खलु भगिनी. समीचीनं. मेलनेन ऐ आगच्छति, वर्णमेलनेन ऐ आगच्छति. आयोगः ई कथम् ऐ भवति? तदेव मम वृद्धिसन्धिः भूत्वा पित्वम् अस्ति चेत् गुणकार्यस्य प्रसक्तिः नास्ति वा? हा, गुणकार्य पित् अस्ति चेत् गुणकार्यम् अस्ति खलु भगिनि. इदानीं पित् अस्ति वर्ण, तत्र ऐकारः भवति वृद्धिसन्धिः भूत्वा सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भूत्वा. वदतु. आयोगः ई मेलनेन ऐ आगच्छति, अनन्तरं आटः च इति सूत्रमपि कार्यं करोति खलु भगिनि तत्र. भगिनि अत्र प्रथमं तु आटश्च इति भवति खलु भगिनि? तदेव मम प्रश्नः, तदेव मम प्रश्नः, पुनः पुनः तदेव अहं पृच्छन्ती अस्मि. प्रथमं प्रथमम् आटः च आगच्छति भगिनि. एतत् लुङ् लङ् लृङ्षु एतत् लङ् मध्ये एतत् आगच्छति प्रथमतया, निश्चयेन आगच्छति. किम् आगच्छति भगिनि? आटः च न, प्रक्रिया किञ्चित् क्रमेण वदतु भगिनि. ई योगः क इति प्रत्ययः, हलादि पित् अस्ति, अस्तु. इदानीं क्रमेण वदतु, इदानीं किं भवति? तत्र अनन्तरं वर्णमेलनम् अस्ति खलु भगिनि? प्रथममेव कथं वयं वर्णमेलनं कुर्मः? यदा भवती उक्तवती आडजादीनाम् इत्यनेन आकारः आगच्छति, आयोगः ई योगः त. इदानीं द्वितीय अग्रिमसोपानं किं? गुणः भवति वा न वा? तत्र वृद्धिः एव भवति खलु भगिनि, आकारः ईकारः मेलनेन गुणः न भवति वा? पित् अस्ति किल, पित् अस्ति, गुणः भवति. ये आयोगः ये योगः तकारः, इदानीं किं भवति? आटश्च इत्यनेन किं भवति? आडगम तच् परे पूर्वपरयोः वृद्धिः एकादेशः भवति. इदानीं ऐ तावदेव, स्पून् फीडिङ्ग् इति वदामः किल, तदेव यदानीं यद् अहं कृतवती. आयोगः ई योगः त. इदानीं प्रथमम् आडजादीनाम्, अनन्तरं तिङ् निमित्त अङ्गकार्यं. तिङ् निमित्त अङ्गकार्यं किं? सार्वधातुक आर्धधातुकयोः इत्यनेन तिङ् निमित्त अङ्गकार्यं गुणः. आयोगः ये योगः तकारः. इदानीं किं? लङि आडागमे सति वृद्धिकार्यम् आटश्च, ऐ योगः तकारः. इदानीं तिङ्प्रत्यययोजनं तत्सम्बन्धसन्धिकार्यम् ऐ इति रूपं. तावदेव भगिनि तत्र. अवगतं वा? कुत्रापि लिखित्वा स्थापयतु भगिनी, एकवारं यदा लिखति चेदेव आगच्छति. व्याकरणं किञ्चित् भिन्नम्. अग्रिमं करोतु. अग्रिममपि तादृशमेव खलु भगिनि, तत्र ऐ सिद्धरूपेण अस्ति, सिद्धरूपेण नास्ति. वयं कुर्मः तत्र प्रथमं गुणकार्यं भूत्वा, अनन्तरं वृद्धिसन्धिः भूत्वा, अनन्तरम् आटः च एतत् अज आड् अजादीनाम् अनन्तरम् आटः च एतत् सर्वं भूत्वा तत्र ऐ आगच्छति. अनन्तरं ताम् इति मेलनेन ऐताम् इति भवति वा तत्र, तत्र गुणः न भवति भगिनि, सार्वधातुकमपि अस्ति अतः गुणः न भवति. अनन्तरं कथम् तत्र सूत्रमेव अस्ति खलु भगिनि, आदिप्रभृतृभ्यः शपः इति सूत्रेण ई तत्र अस्ति खलु, तत्र ई एकनिमिषं भगिनि, एतत् सर्वं मया यः अतः रूपम् अतः रूपम् समीचीनं. बहुवचने आयन् प्रथमपुरुष बहुवचनम् आयन् इति अस्ति खलु भगिनि, आयन् तत्र संयोगान्तस्य लोपः इति सूत्रेण लोपः भवति. प्रथमम् अण् इति अस्ति खलु भगिनि, ज्योन्तः इति सूत्रेण अन्त् इति आगच्छति. अनन्तरं संयोगान्तस्य लोपः इति सूत्रेण तत्र तकारस्य लोपः भवति. अनन्तरं ये पूर्वमेव आ अस्ति, अनन्तरम् एतत् तत्र एचोयवा यावः इति सूत्रेण आय इति भवति, अनन्तरं वर्णमेलनेन अण् अतः आयन् इति अस्ति. इणोयन् इत्यस्य प्रसक्तिः एव नास्ति वा? इणोयन् तत्र एतत् तत्र अस्तु आगमः लावस्थायां भवतु नाम किन्तु अजादीनाम् इत्यस्य अपेक्षया इनोयन् तत्र अस्तु. श्रीवल्ली भगिनी वदति वा इनोयन् पूर्णप्रक्रिया एकवारं वदतु भगिनि. आ योगः इन् इन्दातु अन् सिद्धप्रत्ययः लङि आयोगः ईयोगः अन् प्रथमम् ईयोगः अन् अन् इति अपित् अजादि अपिष्टतयः इति च इनोयन् इति सूत्रस्य प्रसक्तिः अस्ति. इन् अङ्गस्य यन् अचिपरे ई स्थाने यकारः आदेशः भवति. या योगः अन् एन् आयन् आयन् आम् इदानीम् आटश्च इत्यस्य प्रसक्तिः अस्ति. तत्र यचो एव यावः न कार्यं करोति वा? आटश्च न भगिनि, आटश्च इति अचिपरे इति अडागमात् अचिपरे पूर्वपरयः वृद्धिः एकादेशः, परन्तु यकारः अस्ति. समीचीनम्. अतः आटश्च इत्यस्य प्रसक्तिः नास्ति. अस्तु, आयन् इति रूपं मनसि स्थापयतु, कथम् आगच्छति इति तस्मिन् विषये एव अद्य वयं पठामः, प्रायः अग्रिमसप्ताहपर्यन्तं पठामः तस्मिन् विषये एव. लङ्गी प्रथमपुरुष बहुवचने आयन् इति रूपं कथं निष्पन्नं, किमर्थं तत्र इनोयन् वा आडजादीनाम्, अनन्तरम् आटश्च तयोः कस्य प्रसक्तिः प्रथमं स्यात् इति प्रश्नस्य उत्तरमस्ति अस्मिन् करपत्रे, तत् पठामः. परन्तु यद् प्रक्रिया भवति यदा इदानीम् उक्तवती तदेव समीचीना प्रक्रिया. आयोगः ईयोगः अन् इणो यण् इत्यनेन यकारः, यकारः योगः अन् आयन् इति रूपं, तत् पठामः. अस्तु, मध्यमपुरुषम् अपि करोतु शिवल्ली भगिनि. मध्यमपुरुषे किम् अस्ति? आं भगिनि, लङ्लकारे सिद्ध तिङ्क्तेः सकारः अस्ति, ईयोगः आयो आटश्च इति सूत्रेण आयोगः इ ऐ, अयोगः सकार ऐस्, विसर्ग ऋत्व विसर्गयोः विसर्गः भवति, ऐः इति रूपं भवति. सूत्रमपि वदतु, केन सूत्रेण ऋत्वविसर्गौ इति? सशजुषोरुः करवसानयोः विसर्जनीयः. समीचीनं. अग्रिमं तम् इति प्रत्ययं, तं हलादि अपि प्रत्ययं, कुत्र कोऽपि गुणकार्यं न भवति. आयोगः इ योगः तम् अत्र आयोगः इ आटश्च इति सूत्रेण ऐतम् इति भवति रूपं, बहुवचने ऐता इति भवति. लङ् लकारे उत्तमपुरुषे अम् इति पित् अस्ति, अजादि अपित् प्रत्ययः अस्ति. अत्र गुणक अम् ईयोगः आयोगः ईयोगः अम् ईयोगः अम् पित् अस्ति चेत् अजादि गुणः भवति. प्रथमम् ईयोगः अम् एयोगः अम् एयोगः अम् इति भवति, ए इति ईयोगः एयोगः अम् एचो यावायवसन्धिः ऐ इति भवति. ऐ आयोगः वृद्धिः भवति, वृद्धिः भवति प्रथमं ईयोगः अन् इति. ओके, अन् इति प्रथमं गुणकार्ये भवति, एयोगः अन् ए ऐ ऐ इति भवति न ए योगः अन् एचो यवायवः अयन् इति. न इदानीं भवती तु उत्तमपुरुष एकवचनं वदति किल. आं भगिनि, पित् अस्ति पित् समीचीनम्. अम् अम् इति पित् अस्ति, सार्वधातुकार्धधातुकयोः गुणः भवति. ई योगः अम् ए योगः अम् भवति. समीचीनं. ए योगः अम् सन्धिकार्यम् अस्ति चेत् इदानीम् आयोगः ए इत्यस्य का स्थितिः? वृद्धिः आटश्च इति सूत्रेण वृद्धिः भवति. आं भगिनि, आं भगिनि, अनन्तरमेव तिङ् मेलनं किल. आम् आम् आम् आं भगिनि, आटश्च इति वृद्धिः भवति. पूर्वपदेः एक अतः ऐ अयोगः अम् आयम् इति रूपं भवति. सर्वदा तत् तत् क्रमः तु क्रममेव. निमित्तिककार्यम् अन्ते एव अयोगः अनन्तरं एचो एव यावः कार्यं भूत्वा एव आयम् आगच्छति खलु भगिनि. आयम् आयम् समीचीनं सायं विजया भगिनी एकवारं पुनः तद्रूपं वदतु. आ योगः ई योगः आयोगः ई एकारः भवति. अनन्तरं आटः इति सूत्रेण अत्र आटः इति सूत्रेण अम् आगच्छति. अनन्तरं तत्र एकारः एकारः अकारः मेलनेन वृद्धिः भूत्वा ऐकारः भवति. अनन्तरं एचो यवा यावः इति सूत्रेण आयम् इति भवति. परन्तु उत्तमपुरुषः गुणः भवति न उक्तवती एव, कुत्र आगच्छति गुणः? अकारः इकारः मेलनेन एकारः आगच्छति खलु भगिनि, तत्र गुणः भूत्वा खलु इकारः अकारः इकारः अम् अमेव निमित्तं किल इकारस्य गुणस्य निमित्तम् आ योगः ये योगः अम् गुणः ये. इदानीं वदतु अग्रिमं किं भवति? आयोगः ये ऐकारः भवति वृद्धिः भूत्वा वृद्धिः भवति. अनन्तरम् आटः इति सूत्रेण कार्यम् अम् आगच्छति. न न आटश्च इत्यनेन एव वृद्धिः भवति, अम् तु सिद्धप्रत्ययः अस्ति. आं भगिनि, तत्र आटः इति सूत्रेण तत्र वृद्धिः भवति, ऐकारः भवति. अनन्तरं एचो यवा यावा इति सूत्रेण मेलनेन आयम् इति भवति. अवगतं वा? मया लिखितम् एतत् क्रमः. आम् उत्तमम्. एतत् क्रमः पुनः आगच्छति यदा वयं विस्मरणे कुर्मः, तत्रापि एतत् क्रमः पुनः आगच्छति. एषः क्रमः, अतः किञ्चित् अवधानं दातव्यम् अत्र. अस्तु श्रीवल्ली भगिनी पूरयतु. वकारः उत्तमपुरुषे द्विवचन वा हलादि अपि प्रत्ययः इति आदश्च इति सूत्रेण ऐ वा इति रूपं भवति. मकारमपि हलादि अपि प्रत्ययः रूपम् ऐ मा आटश्च इति सूत्रेण वृद्धिः भवति. समीचीनं सम्यक्. रघुपतिमहोदय विधिलिङ्ग् वदति वा, अनन्तरं पठामि. अस्तु एकवारं कि इति अस्तु. यात् यातम् इहु याः यातां यात याम याव याम अत्र सल सर्वाणि हलादि अपित् अस्ति, अतः किमपि कार्यं नास्ति. एकवारम् इ योगाय किमपि कार्यं नास्ति अहं चिन्तयामि. यत् केरवर्णमिलम् इयात् इयाताम् इयुः इयाः इयातां इयात इयाम् इयाव इयाम इति. समीचीनं महोदय, कार्यं नास्ति नास्ति नास्ति. अस्तु अहं किञ्चित् पठामः. तत्र महोदय भवानेव आरम्भं करोति वा? आडजादीनाम् इति आरभ्य. अस्तु लङ्गि कुत्र भगिनि? अस्तु अस्तु अस्तु. आडजादीनां षष्टाध्यासचतुर्थपादस्य द्विसप्ततितमः सूत्रमस्ति, सप्ततितमं सूत्रं. लुङ् लङ् लृङ् च परे चेत् अजादि धातुरूपी अङ्गस्य आट् आगमः भवति, स च अडागमः उदात्तसंज्ञकः आद्यन्तौ टकितौ इत्यनेन अङ्गात् प्राक् आयाति. अच् आदिः येषां ते अजादयः बहुव्रीहि तेषाम् अजादीनाम् आट् प्रथमान्तम् अजादीनां षष्ट्यन्तं द्विविधमिदं सूत्रं लुङ् लङ् लृङ् षु अट् उदात्तः इत्यस्मात् लुङ् लङ् लङ् षु उदात्तः इत्यनयोः अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. अजादीनाम् अङ्गस्य आटः आट् उदात्तः लुङ् लङ् लृङ् षु इति आट् अजादीनाम्. अस्तु अग्रे आटश्च इति सूत्रं वदति. अडागमात् अचिपरे पूर्वपरयोः वृद्धिः एकादेश भवति. आटः अनुवृत्तिसहितसूत्रमस्ति. आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम् अत्र सूत्रमस्ति. वयं जानीमः इदानीं अजादिधातुरूपे अङ्गश्चेत् आटागा भवति, अडागमा नास्ति. अपि च अनन्तरम् अचिपरे अचिपरे एकः पूर्वपरयोः एकः वृद्धिः भवति इति आटश्च सूत्रं वदति. इदानीम् अग्रे पठामि वा? आम् आम्, प्रश्नः इदानीमेव. अस्तु, आमाम्, अत्र प्रश्नः उदेति, लुङ् लङ् लुङ् षु षडुदात्तः अजा आडजादीनाम् अपि अङ्गकार्यम्, इणोयण् अपि अङ्गकार्यम्. इणोयण् परसूत्रम्, अतः किमर्थं न विप्रतिषेधे परं कार्यम् इत्यनेन इणोयण् परत्वात् प्रथमं स्यात्. अस्तु, ईयोग अन् इणोयण् इणोयण् इत्यनेन यणादेशः, ययोग योगः अन्. अधुना धातु हलादि, अतः लुङ् लङ् लङ् ष्वडुदात्तः इत्यनेन अडागमः न तु आडागमः, तदा रूपम् अयन् स्यात् न तु आयन्. किमर्थम् एवं न भवति इति अस्ति. वयं किञ्चित् तस्य विषये पूर्वस्मिन् कक्षायां चर्चां कृतवन्तः. अत्र वार्ता एवं यत् लावस्थायाम् एव अट् आट् भवति, अतः आगमः प्रथमं कार्यं, लकारस्य एव आगमः अयम्, लुङ् लङ् लुङ्षु अडागमः आडागमः च भवतः, अतः निमित्तं लकारः एव इति कारणतः इदं कार्यं प्रथमम्. अनन्तरं लकारस्य स्थाने तिङ् प्रत्यादेशो भवति, तिङ्निमित्तिककार्यं च. इणोयण् इत्यनेन इणुधातोः यण् आदेशः भवति अजादिप्रत्यये परे. इदं कार्यं प्रत्ययनिमित्तं, किन्तु लुङ् लङ् लृङ् षडुदात्तः आडजादीनाम् इत्येति चैत्येन इत्यनयोः कार्यं लकारनिमित्तिकम्, अतः सर्वप्रथमं लकारनिमित्तिकः आगमः. अस्तु, अत्र यदा अजन्त धातुः अस्ति चेत् आडगमः आडागमः भवति वा इति, आडागमः भवति चेत् अत्र आडागः भवति वा अथवा अडागमः भवति वा, किमर्थमि चेत् इणोयण् इत्यनेन एणादेश प्राप्ते इदानीं हलादि भवति, अतः तत्र आटागमः भवति वा इति प्रश्नः उदेति. परन्तु अत्र आटागमः तु लकारावस्थायामेव अस्ति, अतः तस्य प्रथमं कार्यं भवति, अनन्तरम् एव अन्यकार्यम् इति दत्तमस्ति. समीचीनं, लावस्थायाम् एव आडजादीनाम् इत्यस्य कार्यम्, अनन्तरमेव यद् तिङ् प्रत्ययनिमित्तिककार्यं तत्तु अन्ते भवति, अनन्तरमेव आटश्च इत्यस्य कार्यम्. एतत् लङ्लकारविषये एव खलु भगिनि? तत्र एव लुङ् लङ् लङ् षु ष्वडुदातः आडजादीनाम् इत्यस्य प्रसक्तिः किल. लावस्थायाम् इति न सर्वदा लावस्था सर्वदा अस्माकं विवक्षा किम् अस्ति, लकारनिमित्तिकं कार्यं यत्किमपि भवतु तद् एव प्रथमं भवति. लस्य इत्येव प्रथमम् आगच्छति किल, तस्य स्थाने एव तिप्तश्चि सर्वम् आगच्छति. अतः लकारनिमित्तिक किमपि कार्यं भवतु, लङ्लकारे एव इति न, कस्मिन् अन्यलकारेषु अपि तादृशमेव, लकारनिमित्तिककार्यं किमपि अस्ति चेत्, आगमः वा आदेशः वा, लकार अस्माकं निमित्तम् अस्ति चेत् तदेव प्रथमं भवति. अनन्तरं अस्माकं यदा अङ्गकार्याणि किमपि तिङ्सम्बन्धकार्याणि अनन्तरमेव आगच्छति, प्रत्ययनिमित्तकार्याणि अनन्तरमेव आगच्छति. लकारः अपि एकः प्रत्ययः एव, तस्य स्थाने लकारस्य स्थाने एव तिप्तश्चि अस्माकं विवक्षानुसारं लङ्लकारः वा लोट्लकारः वा विधिलिङ्लकारः वा तस्य प्रत्ययः विधीयते. अतः प्रथमं लस्य इति यद् अस्ति तस्य निमित्तं यत्किमपि कार्यं भवतु तद् भवति, अनन्तरमेव अन्यकार्याणि इति वदति. तत्र प्रश्नः तु अस्मिन् करपत्रे यद् दत्तमस्ति तत्तु अस्माकं लङ्लकारस्य प्रथमपुरुषबहुवचनस्य विषये एव दत्तमस्ति. तत्र किं चिन्तनं एकं चिन्तनं हैपोथेटिकल् इति वदामः किल, हैपोथेटिकल् सिचुवेशन्, तत्र अनालिसिस् इव, यदा तत्र लुङ्लङ् लुङ्क्षुष्वडुदातः आडजादीनां द्वयमपि अङ्गकार्यम्, इणोयन् अपि अङ्गकार्यं, किमर्थम् इणोयन् प्रथमं न स्यात्? 6481 अस्ति किल इणोयन्, आडजादीनां 6472 परत्वात् इणोयन् इत्यस्य बलम् अधिकम् अस्ति किल, तस्य कार्यं किमर्थं प्रथमं न स्यात्? इकारः योगः अन् इति भवति चेत् यकारः योगः अन्, इदानीं धातुः हलादिः भवति, लुङ् लङ् लङ् शुष्वडुदातः इत्यनेन अकारः अडागमः भूत्वा अयन् इति किमर्थं रूपं न स्यात् इति प्रश्नः. तत्र उत्तरं, प्रथमम् उत्तरम् इदा अनन्तरं चिन्तनम् अस्ति, परन्तु प्रथमम् उत्तरमस्ति लावस्थायामेव अट् वा आट् वा इति आगमः भवति, तदेव प्रथमकार्यं भवति. यदा अस्माकं स्थितिः तु इकारः अस्ति, अतः आडजादीनाम् इत्यनेन आडागमः भवति. अनन्तरम् एव यत्किमपि तिङ्निमित्तकार्याणि भवतु तद् भवति. तिङ्निमित्तकार्यं किम्? इणोयन्. यदा अजादिप्रत्ययः परः अस्ति चेदेव इकारस्य स्थाने यण् आदेशः भवति इति सूत्रं वदति. प्रत्ययः अनन्तरं, प्रत्ययनिमित्तकार्यम् अनन्तरमेव भवति इति वदति. एतावता स्पष्टं वा? इदानीं पर्यन्तं वेरि अनन्तरं वदतु, अनन्तरं वदतु, अन्ते वदतु वेरि क्लियर् इति मम बहु सन्तोषः भवति. न भगिनि, वेरि क्लियर् इदानीं पर्यन्तं, न इदानीं पर्यन्तं क्लियर् एव भवति, अनन्तरं यद् अस्ति अहं जानामि किल, अतः अहं वदामि. अस्तु, उषा भगिनी पठति वा? आं भगिनि, श्रूयते वा भगिनि? आम् आम् आम् पठतु. एतद् दृष्ट्वा, एतद् दृष्ट्वापि पुनः पुनः शङ्का, पुनः शङ्का आगच्छेत् यत् अस्तु आगमः ल अवस्थायां भवतु, भवतु नाम किन्तु आडजादीनाम् इत्यस्य अपेक्षया इणोयन्, इणोयन् परसूत्रम्, अतः तस्य कार्यं प्रथमं स्यात्. अत्र कश्चन अतीवमहत्त्वपूर्णः सिद्धान्त आयाति. अन्योः द्वयोः मध्ये कोऽपि बाध्यबाधकभावः नास्ति. अनयोः द्वयोः मध्ये कोऽपि बाध्यबाधकभावः नास्ति. विप्रतिषेधे परं कार्यं कदा कार्यं करोति? समानकाले, समानस्थले, यदा द्वयोः सूत्रयोः मध्ये तुल्यबलविरोधः भवति, तदानीं विप्रतिषेधे परं कार्यम् इति सूत्रस्य प्रसङ्गः. एकस्मिन् स्थले एकस्मिन् समये द्वयोः सूत्रयोः विरोधः. आडजादीनाम् इणोयण् इत्यनयोः कार्यकालः समानः न, कार्यस्थलानि समानं न, अतः द्वयोः विरोधः नास्ति, अतः द्वयोः विरोधः नास्ति एव. अनेन कारणेन किं पूर्वसूत्रं किं परसूत्रम् इति वार्ता न आयाति एव. आडजादीनाम् इति लावस्थायाम्, इणोयण् इति तिङ् अवस्थायां कालः भिन्नः, आडजादीनां च प्रथमम्. अवगतवती वा भगिनि? आं भगिनि, दिस् इस् द सेकेण्ड् रीसन् दट् यु वेर् टेलिङ्ग्. विप्रति आडजादीनाम् इणोयन् द्वयोः सूत्रोः सूत्रमध्ये इणोयन् इति परकार्यम्, आडजादीनाम् इति इणोयन् इति परकार्यम् अस्ति. सो that should be given predominance. Viprathishete param. Viprathishete param karyam iti sutrena, inoyan is the, inoyan should do the, should given the, should be doing the karya first. But viprathishete param karyam prasaktih nasti atra, यतोहि आडजादीनाम् इति ल लकारकार्य इणोयन् इति प्रत्ययकार्य द्वयोः सूत्रः कार्यकालः समानः न एण्ड् स्थलः आल्सो इस् डिफ्रेण्ट् सो सो देर् इस् देर् शुड् बि Sorry, Bhagini, I don't know to say it in Sanskrit. No, no, it's samichinameva, Bhagini. There is no conflict at all. There is no conflict at all. You couldn't, we can't even talk about that because they are in different places and different. They are not at the same time either. Adajadinam iti, iti, lung lung shvat udataha, and then adajadinam for the ajadi dhatu, and inoyan is for the pratyaya achishnu dadu bruvam ivoriyangu vangau and then inoyan for the in dhatu yan adeshah and not iya something by the achishnu samyak tavadeva tadeva yad bhavati uktavati avagatavati tad samskrutena vakyena vaktavyam tavadeva bhagini tad agacchati yada तत्र वर्गः एव अस्माकम् अभ्यासस्थलं समीचीनम् अत्र यदा भवती उक्तवती तत्र कार्यस्थलं भिन्नम् अस्ति आडजादीनाम् इत्यस्य तु लावस्थायामेव तस्य कार्यं भवति इणोयन् इति यदा अजादिप्रत्ययः परः अस्ति चेदेव कार्यं भवति प्रथमम् आडजादीनाम् इत्यस्य कार्यं भूत्वा अनन्तरं वयं तिङ् प्रत्ययः आनयामः तदानीमेव अजादि वा हलादि वा इति दृष्ट्वा इणोयन् इत्यस्य प्रसक्तिः भवति परन्तु आडजादीनां प्रथममेव आगच्छति लकारः आगच्छति चेदेव यदा लुङ् इति अस्माकं विवक्षा अस्ति चेदेव आडजादीनाम् इत्यस्य कार्यं भवति अतः कार्यस्थलं भिन्नम् अतः तत्र विरोधः एव नास्ति यदा विरोधः कुत्र भवति इत्युक्ते समानकाले समानसमये तुल्यबलविरोधः इत्येव अस्ति अत्र तुल्यबलविरोधस्य अवसरः एव नास्ति किमर्थम् इत्युक्ते कार्यस्थलं भिन्नं समयः अपि कालः अपि भिन्नः अतः पूर्वपर इति अस्माकं चिन्तनमेव न करणीयं पूर्वसूत्रं वा परसूत्रं वा इति वार्ता एव नास्ति इति एव आगच्छति समीचीनम् अस्तु Should I continue? Anye ahoyami bhagini. Okay. Ek nimisham. Vijaya bhagini patati va api cha ekavaram. Api cha ekavaram yada agamaha agataha tada deyam yat tasya agamasya anantaram agama nimitam karyam yata artaha cha shakshat bhavet iti nasti केवलम् आगमः भवति तदा सूत्रबलात् अग्रे कार्यस्य क्रमः भवतु तर्हि अधुना स्थितस्तस्ति स्थितिः अस्ति एवम् इ युगः लङ् लकारः आडजादीनाम् इत्यनेन आगमः आयोगः इ युगः लङ् प्रथमपुरुषस्य बहुवचने तिङ् आदेशः जि इत्युक्ते आयोगः इ योगः नि जोन्तः इत्यनेन अन्त् आदेशः अन्ति इतः च इत्यनेन नित् लकारस्य स्थाने यः परस्मैपदं ह्रस्व इकारान्तः तिङ्प्रत्ययः तस्य अन्त्य इकारस्य लोपः अन्त् संयोगान्तस्य लोपः इत्यनेन पदान्ते संयोगस्य अन्तिमवर्णः लोपः आयोगः इ अन् तत्र ति इति लोपः भवति संयोगान्तस्य लोपः इति सूत्रेण अपि एकवार तत्र आगमस्य आगमविषये आगतः विषये आगमः इत्युक्ते तत्र मित्रवती इति भवति, आगतः इत्युक्ते तत्र शत्रुवती इति भवति. तत्र तत्र किं बलवत् इति आगमस्य अनन्तरं निमित्तकार्यम् आटः च इति भवत्या उक्तं तत्र पूर्वमेव. तत्र केवलम् आगमः एव भवति, तथा सूत्रबलात् अग्रेकार्यस्य क्रमः भवति इति. तत्र ई योगः लङ्लकारः आडाजादीनाम् इत्यनेन आडागमः भवति. आकारः अनन्तरम् इकारः अनन्तरं लङ् प्रथमपुरुष बहुवचने तत्र अन्त् इति अनन्तरम् अन्ति इति आगच्छति ज्योन्तः इति सूत्रेण. अनन्तरं तत्र इतः च लकारस्य स्थाने ह्रस्व इकारः तिङ् प्रत्ययः तत्र अस्ति चेत् संयोगान्तस्य लोपः इति सूत्रेण इकारः अन्तिमवर्णः लोपः भवति, अतः तत्र अन्येव तिष्ठति. अतः रूपम् अन्तिमरूपम् आयोगः इकारस्य स्थाने यकारः आगच्छति, अनन्तरम् अण् आयन् इति पदं तत्र रूपं निष्पन्नं. समीचीनम् अस्तु. तत्र यदा तत्र किं दत्तम् अस्ति इत्युक्ते यत्र आगमः आगच्छति तद् लकारनिमित्तक आगमः तद् प्रथमं भवति, अनन्तरमेव आटश्च इत्यस्य साक्षात् तस्य कार्यं भवेत् इति किमपि नियमः नास्ति. केवलम् आगमः भवति, अनन्तरं सूत्रबलात् किमपि कार्यं करणीयं चेत् तत् कार्यं भूत्वा अपि आटश्च इत्यनेन वृद्धिकार्यं भवितुं शक्नोति इत्येव वदति अत्र. अतः तत्र प्रथमम् आडजादीनाम् आडागमः, अनन्तरं यत्किमपि जोन्तः इत्यनेन वयं सिद्धप्रत्ययः आनीतवन्तः, इतश्च इति कार्यं भवति, अनन्तरं संयोगान्तस्य लोपः. इदानीं पर्यन्तं वयं वृद्धिकार्यं न कृतवन्तः. आयोगः ई योगः अन् आडागमः तु भवति एव, इदानीम् आयोगः ई योगः अन् इति स्थितिः. इदानीं प्रश्नः पुनः आडागमः आटश्च भवति वा वृद्धिकार्यम् अथवा इनो यण् कार्यं भवति वा इति पुनः प्रश्नः आगच्छति. कस्य क्रमं प्रथमं, किं प्रवर्तनीयं प्रथमम् इति आगच्छति. रघुपतिमहोदय पठति वा? एकवारं भगिनि. अत्र अत्र अस्तु एकवारम् अत्र आटश्च इनो यण् च द्वयोः प्रसक्तिः तत् तथा खलु भगिनि? अत्र आटश्च इणोयण् च द्वयोः प्रसक्तिः. आटश्च इत्यनेन आडगमात् अचिपरे पूर्वपरयोः वृद्धिः एकादेशो भवति. इणोयण् इत्यनेन इण् धातोः यण् आदेशः भवति अगादिप्रत्यये परे. यथा पूर्वम् अत्रापि तुल्यबलविरोधः नास्ति, यतोहि कार्यस्थलं भिन्नम्. आटश्च इत्यस्य आयोगः इ इति स्थलम्, इणोयण् इत्यस्य ई योगः अन् इति स्थलम्. ध्येयं यत् समानस्थले कार्यं न जायमानं, समानकाले किन्तु समानस्थले न. अतः अन्यत्र अन्यत्र लब्धावकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः इत्यनेन तुल्यबलविरोधो न भवति. अपि च समानस्थल अभावात् अपवादस्य प्रश्नः न उदेति. कार्यस्थलं समानं नास्ति चेत् अपवादस्य अवकाशः नास्ति. तदर्थं न तुल्यबलविरोधः न वा अपवादभूतत्वं. तर्हि अत्र पूर्वपरनित्यन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषया साक्षात् निर्णयः कर्तुं न शक्यते इति अस्ति. अत्र आटश्च अपि च इणोयण् द्वयोः सूत्रयोः प्रसक्तिः भवति. एकं तु आडगमात् अचिपरे वृद्धिः इनोयन् इत्यनेन यण् यणादेशः. अत्रापि तुल्यबलविरोधः नास्ति. किमर्थम् इति चेत् तुल्यबलविरोधः भवति समानस्थले कार्यम् इति अस्ति चेत् अन्यत्र अन्यत्र लब्धावकाशो एकत्र प्राप्ति तुल्यबलविरोधः. अपि च समानस्थले नास्ति. अतः समानस्थले नास्ति किमर्थम् इति चेत् आ इति पूर्वं धातोः पूर्वम् आगच्छति, इणोयण् इति अनन्तरं तस्य कार्यमस्ति अस्ति. अतः स्थानानि भिन्नानि. न महोदय, निमित्तं पश्यतु महोदय, क्षम्यताम् एकवारं. निमित्तमस्ति आटस्य निमित्तमस्ति, धातुः अस्ति निमित्तम् अस्ति खलु. धातुः अपि लकार अस्ति, आडागमः भवति. अपि च इणोयण् इति निमित्तं किमस्ति, इणोयण् इत्यस्य कार्यमस्ति अङ्गकार्यं खलु एतत् इणोयण् अजादिप्रत्यये परे अजादिप्रत्यये परे भवति. अतः समानस्थलाभावात् अपवादस्य प्रश्नः न उदेति. कार्यस्थलं समानं नास्ति चेत् अपवादस्य अवकाशः नास्ति. कार्यस्थलं समानं नास्ति, अपवादस्य अवकाशः नास्ति. अतः न तुल्यबलविरोधः अतः परिभाषासूत्रमस्ति पूर्वपरनित्यान्तरङ्गपवादानाम् उत्तरोत्तरं बलिः इति इत्यनेन निर्णयं कर्तुं न शक्यते इति दत्तमस्ति. अवगतं वा महोदय? आम् आम्, एकवारं वदतु भगिनी, किञ्चित् भ्रमस्ति. तत्र आयोगः ईयोगः अन् इति अस्ति. तत्र सूत्रद्वयस्य प्रसक्तिः, कस्य कार्यं प्रथमं स्यात् इति प्रश्नः. आटश्च वा इणोयण् वा? आटश्चार्यं वा सन्धिकार्यं वा भगिना? अवर्णकार्यमेव, संहितायाम् इति अधिकारे अस्ति. अत्र अतः एतत् 6-4 इति अस्ति अङ्गकार्यमस्ति खलु, तत् किम् अन्यत् सूत्रं किमपि अस्ति खलु, वारणात् अङ्गं बलिः इति, तद् कार्यं न करोति. तदपि चिन्तनमपि पुनः आगच्छति महोदय. अहं चिन्तितवान् तदेव अनेन एव भवति इति अहं चिन्तितवान्. तत्र किं भवति इत्युक्ते, प्रथमं क्रमेण सह अत्र महोदयेन स्थापितं, तत्र प्रथमं किं भवति, आटश्च इणोयण् द्वयोः सूत्रयोः प्रसक्तिः तु अस्ति एव. समानकालः इति यदा वयं पूर्वं दृष्टवन्तः, तत्र तु समानकालः नास्ति किल. समानकाले समानस्थले तद्द्वयमपि नास्ति. इदानीं समानकालः तु अस्ति, परन्तु समानस्थलः स्थलं नास्ति. किमर्थम् इत्युक्ते आयोगः, तद् अवगतं किल? अतः अपवादः इति अपि वयं न वक्तुं शक्नुमः. पूर्वपर अपि न आगच्छति, अपवादः अपि न आगच्छति. समानस्थले नास्ति, स्थलभिन्नम् अस्ति. वर्णादङ्गं बलीयः विषये अपि अग्रे अस्ति इति चिन्तयामि, परन्तु तत्रापि समानस्थलम् आवश्यकं किल वर्णादङ्गं बलीयः इत्यस्य अपि. ओ अस्तु, किल समानस्थलं न भवति वा इति? अस्यापि स्थलं तत् द्वयोः स्थाने भवति खलु, आटश्चैतस्य अपि आकार अपि च धातु ई धातु अस्ति. स्थलम् इति समानः अस्ति खलु, ई इदानीम् ईकारस्य स्थाने यणादेशः भवति. अङ्गकार्यं इदानीम् अङ्ग इति ई एव धातु अस्ति खलु, अतः तत् स्थलं न नाजादिप्रत्ययः परः अस्ति चेदेव इनो इण् स्थाने यण् इति आदेशः भवति किल. अङ्गनिमित्तिककार्यमेव यदा भवान् उक्तवान् तत् समीचीनमेव, तस्य चिन्तनमपि अस्ति अग्रे, तत् पश्यामः यदा आगच्छति. इदानीं पर्यन्तं आडजादीनां इनोयन् द्वयोः मध्ये वयं चिन्तनं कृतवन्तः. अनन्तरम् आटश्च इनोयन् समानस्थले नास्ति नास्ति इनोयन् स्थलं भिन्नं, कार्यं कार्यस्थलं भिन्नं भिन्नं भिन्नं, कालः एव समानः तावदेव. अस्तु अग्रे पठामः. शिवली भगिनी भवती एव पठतु. इदानीं नूतनसिद्धान्तः एकम् आनीतवन्तः, किमर्थम् इत्युक्ते अपवादस्य चिन्तनमपि नास्ति, सूत्रबलं परत्वात् सूत्रबलं तद् अपि नास्ति, अतः किं करणीयम् इति नूतनसिद्धान्तः पठतु. किन्तु इह कश्चन नूतनसिद्धान्तः आनेतव्यः. इन् धातु विषयकतया प्रतिपदोक्तत्वं व्याकरणशास्त्रे प्रतिपदम् इत्युच्यते. यत्र साक्षात् नाम्ना आह्वानं भवति प्रतिपदम् इत्यनेन नामग्रहणम्. अस्मिन् सिद्धान्ते शीघ्रावस्थितत्वमेव बीजं. यथा एकः छात्रः आगच्छतु इत्यनेन कञ्चन छात्रम् आह्वातुं शक्नुमः. चैत्र आगच्छ इत्यपि रीत्या आह्वातुं शक्नुमः. उभयत्र छात्रस्य आह्वानं, कश्चन छात्रः आगच्छतु इत्यस्य अपेक्षया चैत्र आगच्छ इत्यनेन शीघ्रप्रवृत्तिः भवति. कुतः इति चेत् तस्य वाचकपदं प्रतिपदेन उक्तं प्रतिपदोक्तम्. छात्रत्वावच्छिन्नः यः कोऽपि छात्रः भवितुम् अर्हति. किन्तु चैत्रत्वम् आगच्छ इत्यनेन विशेषतया तस्य वाचकं यत् पदं तस्य विशिष्टोच्चारणात् प्रतिपदोक्तं भवति. कश्चन छात्रः आगच्छतु इत्यस्य कथनेन अहं न, अन्यः कश्चन छात्रः स्यात् इति शङ्कात् शीघ्रम् उपस्थितिः न भवति. किन्तु चैत्र आगच्छ इत्यस्य कथनेन विलम्बः न भवति अपि तु शीघ्रोपस्थितिः. प्रतिपदं पदं पदं प्रतिपदं तन्मात्र वृत्तिधर्मविशिष्टं पदं वीप्सया तत् पदम् अत्र वृत्तिधर्मपुरस्कारः पुरस्कारवैशिष्ट्यं तत्पदमात्रवृत्तिधर्मपुरस्कारेण ग्रहणं यत्र तत् प्रतिपदम् इत्युच्यते. तदनुकूलव्यवच्छिन्नतया नाम इति अर्थः गृह्यते. यथा इणो एन् इत्यनेन एन् आदेशः प्रतिपदोक्तः, इको एनचि इत्यनेन एन् आदेशः लाक्षणिकः, परने काचो संयोगपूर्वस्य इत्यनेन अपि एन् आदेशः लाक्षणिकः. वदतु भगिनि. प्रयत्नं करोमि भगिनि. किन्तु इह कश्चन नूतनसिद्धान्तः आनेतव्यः. किन्तु विप्रशेते परं कार्यम् इति प्रसक्तिः अपवादभूतप्रसक्तिः अत्र नास्ति इति चेत् नूतनसिद्धान्तः आनेतव्यः. प्रथमम् इन् धातु विषयकतया प्रतिपादोक्तव्यम्. इन् धातोः विषये एव प्रतिपदोक्तत्वम् इति अस्ति. प्रतिपदोक्तत्वम् इति व्याकरणशास्त्रे प्रतिपदम् इति उच्यते. यत्र साक्षात् नाम्ना आह्वानं भवति प्रतिपदम् इत्यनेन नामग्रहणम्. व्याकरणशास्त्रे साक्षात् नाम्ना आह्वानं भवति. अत्र उदाहरणं चैत्र आगच्छतु चैत्र आगच्छ इति उदाहरणेन चैत्र इति नाम्ना साक्षात् नाम्ना आह्वानं भवति. तस्य आह्वानं प्रतिपदम् इति अनेन नामग्रहणं भवति. अस्मिन् सिद्धान्ते शीघ्रावस्थितकत्वमेव बीजम्. आं भगिनि, द्वयोः मध्ये शीघ्रावस्थितकत्वम् एव अवगतं, बट् एक्स्प्लनेशन् विच् कम्स् नो फास्टर् आर् इमिडियेट्लि, साक्षात् वि सी दट् डिरेक्ट्लि आर् इमिडियेट्लि. इन् दिस् सिद्धान्त, इन् दिस् सिद्धान्ते शीघ्रवस्तिकत्वमेव बीजं. यथा निश्चयस् एकः छात्रः आगच्छतु इत्यनेन कञ्चन छात्रम् आह्वातुं शक्नुमः, परन्तु चैत्र आगच्छ इति रीत्या आह्वातुं शक्नुमः. चैत्र एव आगच्छतु, उभयत्र छात्रस्य आह्वानम् अस्ति. कश्चन छात्रः आगच्छतु इति अस्य अपेक्षया चैत्र आगच्छ इत्यनेन शीघ्रं प्रवृत्तिः भवति. कश्चन छात्रः आगच्छति इति शीघ्रं नास्ति, चैत्र आगच्छ इत्यनेन शीघ्रं प्रवृत्तिः भवति. कुतः इति चेत् तस्य वाचकपदं कारणं दत्तमस्ति. कुतः वाचकपदम् इति चैत्र आगच्छ इति वाचकपदम् इति मम तदेव सम्यक् भगिनि, तस्य नाम, तस्य नाम, तस्य वाचकः, तस्य नाम. यदा अहं श्रीवल्ली भगिनी पठतु इति वदामि चेत् वाचकपदम् आं कोऽपि पठतु इति वदामः चेत् कोऽपि न अवगतः मम नाम वा इति चिन्तयन्ति किल, प्रत्येकस्य मनसि किञ्चित् भ्रमः भवति, मां वा किमपि अन्य आह्वयति वा इति. यदा अहं श्रीवल्ली भगिनी पठतु इति वदामः चेत् वाचकपदं भवत्याः नाम उक्त्वा अहं तदेव शीघ्र उपस्थितिः. सो प्रतिपदेन उक्तम् इति प्रतिपदोक्तं, प्रतिपदम् इति साक्षात् नाम्ना इति प्रतिपदम् उक्तं, प्रतिपदोक्तं. छात्रत्वावच्छिन्नः यः कोऽपि छात्रः भवितुम् अर्हति. आं भगिनि, कोऽपि छात्रः भवितुम् अर्हति, किन्तु चैत्रत्वम् आगच्छ इत्यनेन विशेषतया तस्य वाचकं, तस्य वाचकं चैत्र, तस्य वाचकं यत् पदं तस्य विशिष्टोच्चारणात् प्रतिपदोक्तं भवति. आम्, कश्चन छात्रः आगच्छतु इति अस्य कथनेन अहं न, अन्यः कश्चन छात्रः स्यात् इति शङ्कातः शीघ्रम् उपस्थितिः न भवति. किन्तु चैत्र आगच्छ इत्यस्य कथनेन विलम्बः न भवति, शीघ्रमेव उपस्थितिः इति प्रतिपदं, प्रतिपदम् इति पदं पदं प्रतिपदम्. तन्मात्रवृत्तिधर्मविशिष्टं पदम्. तत्र दिनं दिनं प्रतिदिनं वारं वारं प्रतिवारम् इति आगच्छति किल, तादृशम् इति एव वीप्सया तत्पदमात्रवृत्तिधर्मपुरस्कार एव पुरस्कारवैशिष्ट्यम् इति भवति प्रतिपदं. तत्पदमात्रवृत्तिधर्मपुरस्कारेण ग्रहणं यत्र तत् प्रतिपदम् इति उच्यते इति प्रतिपदं डेफिनिशन्. तत्पदमात्रवृत्तिधर्मपुरस्कारेण ग्रहणं यत्र तत् प्रतिपदम् इति उच्यते, तदनुकूलव्यवच्छिन्नतया नाम इति अर्थः गृह्यते. उदाहरणं दत्तमस्ति, इनोयन् इत्यनेन एन् आदेशः प्रतिपदोक्तः, परन्तु इको एनचि इत्यनेन एन् आदेशः लाक्षणिकः इति कोऽपि इको इकः इकः स्थाने एणः ई स्थाने या ओ स्थाने वा इति लाक्षणिकः इति एरनेकाचु संयोगपूर्वश इति इति अनेन अपि एन् आदेशः लाक्षणिकः. तत्र यदा वयम् इणो यण् इति वदामः तत्र शीघ्र उपस्थितिः प्रतिपदोक्तम् इत्युक्ते तत्र इन् इत्यस्य विषये एव अहं वदामि, अन्य किमपि नास्ति. इन् विषये यण् भवतु इत्येव अहं वदामि. तत् परन्तु यदा वयम् इको यणचि वा एरणैकाचो असंयोगपूर्वस्य वा स्वीकुर्मः तदा यदा भवती उक्तवती इकः स्थाने यण् भवतु, तत्रापि इकः स्थाने यण् भवति, परन्तु इकः इत्युक्ते तत्र ईकारः अपि भवितुमर्हति. तत्र यदा अहं वयम् उक्तवन्तः अष्टादशभेदाः सन्ति किल, उकारः अपि भवितुमर्हति, ऋकारः अपि भवितुमर्हति. तत्र किमपि अहं स्पेसिफिकलि न वदामि किल तत्र, परन्तु इणो यण् इत्युक्ते तत्र इणो इण् विषये एव यण् आदेशः भवति, अन्य किमपि धातुः नास्ति इति तत्र प्रतिपदोक्तं शीघ्र उपस्थितिः. तदेव तत्पदमात्रवृत्तिधर्मपुरस्कारवैशिष्ट्यं, वैशिष्ट्यं स्पेशालिटि वयं जानीमः तस्य स्पेशल् अस्ति. भगिनि तत्र इको एनचि इत्युक्ते तत्र ई ऊरु अस्ति, परन्तु तत्र इनो एन् इति सूत्रेण भवत्या इदानीमेव उक्तम् इन् इत्युक्ते इन् विषये शीघ्रं कार्यं करोति तादृशमेव चैत्र आगच्छत इति आगच्छतु. अनन्तरं पूर्वमेव वयं इतोपि एकं सिद्धान्तमपि दृष्टं खलु भगिनि, आपणं गच्छामि अहमपि तत् अनुवृत्ति भिन्ने. भगिनि अत्र यण् इति तद् यण् आदेशलाक्षणिक खलु यण् इति स्थाने इति अस्तु प्रतिपद इति इण् इति प्रतिपद अस्ति, किमर्थम् इक् इति तत्र पद कस्य इति नास्ति, परन्तु यण् इति लाक्षणिक भवि वक्तुं शक्यते खलु तस्य इण् स्थाने यण् इति यण् इति यण् इति यवर इति अस्ति लक्षणं दृष्ट्वा एव यण् यकार इति लाक्षणिक न भवति वा? न न न न यवर न महोदय, यकारः एव किल प्रत्यारस्य वर्णः नास्ति वा, केवलं साक्षात् नकारस्य. इदानीं यण् इति प्रत्याहारः नास्ति, यण् इति प्रत्याहारः नास्ति, यण् आदेशः एव उक्तवान् किल. किमर्थं यण् आदेशः इति लाक्षणि अहं चिन्तितवान् लाक्षणिक इति इकारस्य स्थाने इकारस्थाने यण् एव आदेशः भवति, किमर्थं स्थानेन्तरतम् इति सूत्रेण अत्र यण् इति अस्तु आदेशः अत्रापि इको यण् इति अस्ति खलु, इकारस्थाने यण् आदेशः यण् इति लाक्षणिकः अस्ति खलु लाक्षणिकः स्थाने इति इन्येव इन् दातु स्थान स्थाने साक्षात् उक्तमस्ति स्थानं साक्षात् आदेशलाक्षणिकः अहं उक्तवान् तद् समीचीनं वा इति उक्तं वस्तुतः यण् यद्यपि यण् इति इत्यनेनैव स्थानसामर्थ्यात् तत्र यकारः इकारस्य यकारः एव भवति इति दत्तमस्ति, तत्तु समीचीनं. पठामः प्रायः अग्रे अस्ति इण् इति साक्षात् उक्तम् अत्र, परन्तु अत्र इक् इति अस्ति कोऽपि छात्राः इति तत्र अत्र इण् एव तस्य नाम उक्त्वा एव अस्ति. आं तदेव तदेव लाक्षणिकः इति वदामः, स्थानमेव तत्र लाक्षणिक वा अथवा प्रतिपदं वा तदेव एरणेकाचो असंयोगपूर्वस्यापि असंयोगपूर्वस्य इति यदा वयं स्वीकुर्मः तत्र लाक्षणिकः एव किल. तत्र वयं अस्य धातोः विषये इति किमपि न वदामः, स्थानस्य विषये एव महोदय. इन् इत्यत्र इन् त्वम् इति धर्मः अस्ति इति कृत्वा तत्र प्रतिपदोक्तः इति वदति. समीचीनप्रश्नः एव. अस्तु, अग्रे पठामः. प्रायः अस्ति इति चिन्तयामि अहं. यदा पठितवती तस्मिन् समये लाक्षणिकविषये पठितवती वा न इति जानामि. तर्कभाषा एव तद् अवचिन्ना किमपि अस्ति किल, तत् सर्वं तर्कभाषा एव. छात्रत्व अवचिन्नः यः कोऽपि छात्रः अस्तु. उषा भगिनि इति वत् अस्ति वा उषा भगिनि? भगिनी नास्ति वा? अस्तु, विजया भगिनी पठति वा? भगिनी केन् यू हियर् मी? हा, इदानीं सम्यक्, समीचीनं भगिनि. पठतु भगिनि. ओके, ऐ वास् रीडिङ्ग्. लक्षण लक्षणप्रतिपदोक्तयोः पूर्वमेकः परिच्छेदः अस्ति. इतिवत् ओ इतिवत् इतिवत् अत्र प्रकृतौ इणो यण् इत्यनेन इण् धातोः एव यण् आदेशः विधीयते. यस्य कस्यापि यण् आदेशः इति न, किन्तु आटश्च इत्यनेन आडग आड् आगमात् यस्मिन् कस्मिन्नपि अचिपरे पूर्वपरयोः वृद्धिर् एकादेशः भवति. अतः प्रतिपदोक्तस्य ग्रहणेन आटश्च इत्यस्य अपेक्षया इणो यण् इत्यस्य शीघ्रो उपस्थितिः. इणो यण् just indicates the dhatu directly. Atascha itinena ada adagamat yasmin kasmin api achi pare purva parayoho vruddhi rekha deshah bhavati. But why are we talking comparing with atascha bhagini? Tatra asmakam stalam asit kila a yogaha e yogaha तत्र कस्य कार्यं प्रथमं स्यात् इति प्रश्नः. इणो यण् वा आटश्च? तत्र इदानीं वदतु. आ योगः इ योगः अण् इति स्थिते इत्यनेन अपेक्षया इणो यण् इत्यस्य शीघ्रो उपस्थितिः. सो आ योगः इ योगः अण् इति स्थिते ईयोगः अन् अन् इट्स् नाट् पित्, इट्स् अपित् प्रत्यय. ईयोगः अन् गुणा न भवति. आयोगः ई इति वृद्धिकार्यम्. आयोगः सो यस्य कस्यापि वर्दिदेशे यस्मिन् कस्मिन् अपि अचिपरे पूर्वपरयोः वृद्धिरेकादेशः भवति. या आटश्च इति आयोगः ई वुड् बि वृद्धि ई बि ऐ. ऐ योगः अण् ऐ योगः अण् वुड् बि लैक् एकपूर्व एचो अयवायावः. सो ऐ इदानीं किं भवति इत्युक्ते आयोगः ई योगः अन् इणोयन् आटश्च सूत्रद्वयम् अस्माकं पार्श्वे अस्ति. अस्तु, इदानीं यदा आटश्च इति कार्यं वृद्धिः यदा भवती उक्तवती भवति चेत् अयोगः ई इत्यस्मिन् प्रथममेव तत्तु गुणस्य अपि सम्भावना अस्ति. आयोगः इ इत्यस्य वृद्धिः भवति चेत् किं भवति? ऐ ऐ ऐ योगः अन् ऐ योगः अन् इति आगच्छेत्. इदानीं इणो यण् इत्यस्य प्रसक्तिः अस्ति वा? नो. किल ओके सो वि नीड् इनोयन् फस्ट् सो इनोयन् इत्यस्य प्रसक्तिः प्रथमं किमर्थम् इत्युक्ते तत्र प्रतिपदोक्तत्वात् तत्र तस्य इन् इति वयं साक्षात् वदामः अतः इनोयन् इत्यस्य कार्यमेव प्रथमं भवति अटश्चस्य अपेक्षया ओके ओके इनोयन् कार्यं प्रथमम् अस्ति इनोयन् इति प्रतिपदोक्तः अस्ति सो इनोयन् कार्यं प्रथमम् अस्ति इनोयन् इति इत्यनेन यकारः आदेशः भवति नाट् आदेशः यकारः भवति ई स्थाने यकारः भवति सो यकारः योगः अण् यन् भवति सो आयोगः य सो आयन् इति भवति तावदेव तदेव अग्रिमपरिच्छेदे अपि अस्ति तत् पठतु भगिनि लक्षण भगिनि अत्र इतिवत् इति कीदृशप्रयोगं भगिनि इतिवत् अत्र इति अस्माकं वतुप् मतुप् किल तादृशं तादृशं सूचयति खलु भगिनि तत्र इतिवत् इतिवत् इत्युक्ते एतस्मात् पर्यन्तम् इति आगच्छति किल एतस्मात् प्रकृत् अत्र प्रकृतौ इनोयन् इत्यनेन यन् धातोरेव यन् आदेशो विधीयते यस्य कस्यापि यन् आदेशः इति इतिवत् इत्युक्ते तादृशम् एव तदेव समीचीनं इव श्रुतवान् आसीत् इतिवत् समीचीनम् आं पठतु भगिनि लक्षण लक्षणप्रतिपतोक्तयोः प्रतिपतोक्तस्यैव ग्रहणम् इति परिभाषायाः इति परिभाषायाः आधारेण प्रतिपतोक्तस्य बलवत्वं प्रतिपतोक्तस्य बलवत्वम् इत्युच्यते इयं परिभाषा सम्पूर्णरीत्या स्वीक्रियते चेत् तस्याः कार्यं प्रसङ्गश्च अन्यत्र अतः अत्र तस्य समग्रप्रतिपादनं न दीयते किन्तु सारांशः अस्ति यत् लक्षणस्य अपेक्षया प्रतिपतोक्तस्य ग्रहणं नामबलवत्वम् आटश्च इति सूत्रे निमित्तं लक्षणरूपेण एव दीयते इनोयण् इति सूत्रे प्रतिपतोक्तम् अस्ति ओके लक्षणप्रतिपतोक्तयोः प्रतिपतोक्तस्यैव ग्रहणं बिट्वीन् लक्षण अण्ड् प्रतिपदं प्रतिपतोक्तम् एव ग्रहणम् ओके इति परिभाषायाः आधारेण प्रतिपतोक्तस्य बलवत्वम् इत्युच्यते ओके इयं परिभाषा सम्पूर्णरीत्या स्वीक्रियते चेत् तस्याः कार्यं प्रसङ्गश्च अन्यत्र इयं परिभाषा सम्पूर्णरीत्या स्वीक्रियते चेत् तस्याः कार्यं प्रसङ्गश्च अन्यत्र ऐ डिन्ट् फालो दट् अतः अत्र किं वदति इत्युक्ते लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव ग्रहणम् इति अस्ति तत्र प्रतिपदोक्तम् एव बलवत् इति एकविषयः एव वयं स्वीकृतवन्तः अस्मिन् प्रसङ्गे फार् दिस् काण्टेक्स्ट् ओके पूर्णतया न स्वीकृतवन्तः किमर्थम् इत्युक्ते तत् किञ्चित् बृहत् क्षेत्रम् अस्ति अन्यान्य किमपि कार्याणि तत्र आगच्छति बहु भ्रमः भवति इति एकः एव औट् आफ् काण्टेक्स्ट् इति वदामः औट् आफ् काण्टेक्स्ट् स्वीकृत्य काण्टेक्स्ट् मध्ये स्थापितमस्ति अतः अत्र तस्य समग्रप्रतिपादनं न दीयते ओके दट्स् वाट् इस् सेड् ओके किन्तु सारांशः अस्ति यत् लक्षणस्य अपेक्षया प्रतिपतोक्तस्य ग्रहणं नाम बलवत्वम्। आटश्च इति सूत्रे निमित्तं लक्षणरूपेण एव दीयते। इणोयण् इति सूत्रे प्रतिपतोक्तम् अस्ति। ओके भगिनि, ऐ अण्डर्स्टुड्। समीचीनम्। अतः अस्मिन् सन्दर्भे तु प्रतिपदोक्तमेव बलवत्ति तावदेव। अतः इणोयण् इत्यस्य कार्यं भवति इति वयम् इदानीं पर्यन्तं साधितवन्तः। इतोपि अस्ति, पश्यामः। अस्तु, विजया भगिनी पठति वा? आं भगिनि। कुतः बलवत्त्वम् इति चेत् तस्य बुद्धौ शीघ्रम् उपस्थितिः भवति। अनेन प्रतिपतोक्तं सर्वतो बलवत्। यत्र अपवादः इति साक्षात् वक्तुं न शक्यते, तत्र विशिष्टत्वात् प्रतिपदोक्तत्वात् बलवत्त्वम् इति वदेन सामर्थ्यम् अस्तु। ततः उच्यते यत् प्रतिपदोक्तम् अपवादसदृशम्। अपवादः बाधते तद्वत् प्रतिपदोक्तमपि बाधते। कुतः इति चेत् तस्य नामग्रहणपूर्वक विधिः अस्ति, अनेन शीघ्रं प्रवृत्तिः भवति। तत्र कुतः बलवत्त्वम् इति चेत् बलवत्त्वं तत्र पूर्वं वयं दृष्टवन्तः, तत्र इनो यन् एव प्रतिपतोक्तं, तत् एव तत्र बलवत्त्वम् इति पूर्वं दृष्टवन्तः। अनन्तरं तत्र अपवादः इति साक्षात् वक्तुं न शक्यते। अपवादः इति तत्र पदम् इनोयनः अनन्तरम् इकोयनचि मध्ये वा भगिनि? न न न, आटश्च। अस्तु, इनोयनः अनन्तरम् आटः च। तत्र अपवादं साक्षात् वक्तुं न शक्यते, तत्र विशिष्टत्वात् प्रतिपदोक्तत्वात् बलवत्त्वम् इति वदेन समर्थस्य भावः, समर्थनं तत्र अस्ति। ततः उच्यते यत् प्रतिपदोक्तम् अपवादसदृशं। प्रतिपदोक्तम् इति पूर्वं इनो यन् विषये एव अस्ति। तत्र तत् उच्यते यत् प्रतिपदोक्तम् अपवादसदृशं न वक्तुं शक्यते इति तत्र अस्ति। अपवादः बाधते तद्वत् प्रतिपदोक्तमपि बाधते। कुतः इति चेत् तस्य नामग्रहणपूर्वकं विधिः अस्ति, अनेन शीघ्रं प्रवृत्तिः भवति। तत्र एतत् किं भगिनि, नामग्रहणपूर्वकं विधिः अस्ति? प्रतिपदोक्तम् इत्यस्य नामग्रहणपूर्वकविधिः अस्ति। इनोयण् इति वदामः, चैत्रः आगच्छ इति वदामः चेत् नामग्रहणपूर्वकविधिः, नामेन नाम्ना ग्रहणं भवति इति अस्ति। तद् तु अपवादसदृशमेव। अपवादसदृशम् इत्युक्ते तत्रापि कार्यं बाधते। अपवादसूत्रं कार्यस्य बाधा, यदा बाधा भवति तादृशमेव प्रतिपदोक्तम् अपि कार्य बाधा, कार्यस्य बाधा करोति। परन्तु नामग्रहणपूर्वकविधिः अस्ति, शीघ्र उपस्थितिः अस्ति। कथं बाधा करोति इत्युक्ते नामग्रहणपूर्वकविधिः अस्ति, अनेन शीघ्रप्रवृत्तिः अस्ति इति कारणेन इणोयण् इति यदा वदामः तत्र इण् धातोः शीघ्र उपस्थितिः भवति। समान तदपि बाधा एव करोति इति यदा अपवादः बाधति। अग्रे पठतु भगिनि। अतः अत्र यद्यपि इणोयण् इत्यस्य कार्यस्थलम् आटः च इति कार्यस्थलात् भिन्नम् इति कारणतः तस्य अपवादभूतत्वम् इति वक्तुं न शक्यते। तदापि प्रतिपदोक्तस्य बलेन बाधकत्वं तुल्यबलविरोधस्य अभावात् प्रतिपदोक्तत्वात् बाधकत्वम् इति उच्यते। तर्हि प्रतिपदोक्तत्वस्य बलवत्त्वे इनोयनः इनोयन् इनोयन् तर्हि प्रतिपदोक्तस्य बलवत्वे इनोयन् इनोयन् इत्यस्य प्रतिपदोक्तत्वात् इन् धातु गृहीत्वा यन् आदेशः विद्यते. तत्र एतत् पुनः पुनः आगच्छति. तत्र आटः च अनन्तरम् इनोयन् इनोयन् एतत् मध्ये चैत्र इति पूर्वं वयं दृष्टवन्तः नामग्रहणं चैत्र आगच्छतु इति कार्यं शीघ्रं भवति. कश्चन वदतु इति चेत् कार्यं न शीघ्रं भवति. तादृशमेव तत्र इनोयन् अनन्तरम् आटः मध्ये एतत् सिद्धान्तः अस्ति. प्रतिपदोक्तत्वात् इन् दातुं गृहीत्वा यन् आदेशः शीघ्रमेव तत्र विधीयते, कार्यम् अपि शीघ्रं भवति. समीचीनम्. इनोयन् इत्यस्य प्रतिपदोक्तत्वात् इन् धातोः गृहीत्वा यण् आदेशः भवति. समीचीनं भगिनि, धन्यवादः. श्रीवल्ली भगिनी अग्रे पठति वा? आहत्य. आम्, आहत्य ईयोगः लङ्लकारः आडजातीनाम् इत्यनेन आडागमः. आयोगः ईयोगः लङ् तिङ् आदेशः च प्रथमपुरुषस्य बहुवचने सिद्धतिङ्प्रत्ययः अन् इति भवति. अन् आयोगः ईयोगः अन् इनोयन् इत्यनेन यनादेशः. आयोगः यायोगः यकार प्लस् अन् आटश्च इत्यस्य अधुना प्रसक्तिः नास्ति. आयन् इति आम् आटश्च इति सूत्रस्य प्रसक्तिः नास्ति इति अत्र उच्यते. आडजादीनं प्रथमम् आयोगः ईयोगः लङ् प्रत्ययः लङ् प्रथमपुरुषस्य बहुवचने सिद्धतिङ्प्रत्ययः अन् इति अस्ति. आयोगः ईयोगः अन् इणोयन् इत्यनेन यणादेशः भवति. आयोगः यायोगः अन् इति आयन् इति भवति. अत्र आटश्च सूत्रस्य प्रसक्तिः प्रसङ्गः नास्ति. समीचीनम्. अग्रे अपि पठतु भगिनि. द्वयोः सूत्रयोः मध्ये इणोयन् प्रथमं तथा आटश्च इति अभविष्यत्, किन्तु तावता प्रसङ्गः नास्ति एव आगमोत्तरस्य अचः अभावात्. सूत्रद्वयोः मध्ये इनोयन् प्रथमं तदा आटश्च इति अभिवश्यत्, किन्तु तावता प्रसङ्गः नास्ति एव आगमोत्तरस्य अचः अभावात्. आं भगिनि, आयोगः यकारः अस्ति, अच् नास्ति इति इनोयन् प्रथमं इति कारणेन आटश्च इति प्रसक्तिः नास्ति अत्र. आयोगः आयोगः ईयोगः अन् अत्र आटश्च इणोयन् च द्वयोः प्रसक्तिः अस्ति. अत्र प्रतिपादोक्तत्वात् इणोयन् इति उक्तं, परन्तु अत्र वर्णादङ्गं बलियः इत्यपि कार्यं करोति. सारि, वर्णादाङ्गं बलियः इत्यपि कार्यं करोति. अत्र द्वयोः परस्परसमर्थनं द्वयोः कारणकथनेन कापि समस्या नास्ति. अत्र आटश्च इणोयन् द्वयोः सूत्रयोः प्रसक्तिः, उत आयोगः ईयोगः अन् अत्र आटश्च इणोयन् द्वयोः सूत्रयोः प्रसक्तिः अस्ति. अत्र प्रतिपादोक्तत्वात् इणोयन् इति उक्तं, परन्तु अत्र वर्णादङ्गं बलिः इत्यपि कार्यं करोति इति. द्वयोः परस्परसमर्थनं द्वयोः कारणकथने न कापि समस्या. महोदयस्य प्रश्नस्य प्रश्नः तदपि कार्यं करोति, किमपि नास्ति. तद् तदेव सुलभ अस्ति इदानीं. प्रतिपदोक्तमेव बहु सुलभम् अस्ति महोदय. अग्रे यदा गच्छामः भवान् अवगच्छति. सर्वत्र प्रतिपदोक्तत्वात् प्रतिपदोक्तत्वात् इत्येव वदामः, तत्र अपवादस्य चिन्तनमपि न आगच्छति, बहु बलम् अस्ति तत्र, तादृशचिन्तनमपि न करणीयं। यदा प्रतिपदोक्तम् अस्ति चेत् धातुः स्वयम् अस्ति जाग्र इति अग्रिमम् आगच्छति सर्वं, तत्र प्रथमचिन्तनं प्रतिपदोक्तस्य एव भवति, तद् बहु सुलभमस्ति, तत् तादृश चिन्तनमार्गः सुलभमस्ति। अस्तु समीचीनम्, अतः अस्माकम् उत्तरमपि प्राप्तं, वार्णादङ्गं बलीयः इत्यस्यापि कार्यं भवति प्रतिपदोक्तत्वात्। अत्र किम् अस्ति इत्युक्ते, यदा वयं वार्णादङ्गं बलीयः वदामः वा प्रतिपदोक्तं वदामः वा, तद् सुलभमस्ति, इनो यण् इति एव आगच्छति। यदा तत्र सूत्रक्रमः भिन्नरीत्या अस्ति चेत् तत्र चिन्तनीयं, वार्णादङ्गं बलीयः वा प्रतिपदोक्तं वा कस्य बलम् इति। अत्र अस्मिन् सन्दर्भे द्वयमपि साधु। अस्तु अस्तु महोदय, भवान् एव अग्रे पठतु। इको यन् इनो यन् इति 6481 मध्ये अस्ति, परन्तु आटः च 6-1, एतत् 6-4 मध्ये अस्ति, आटः च 6-1 मध्ये अस्ति, परन्तु इनो यन् पूर्वसूत्रं न पश्यति। न न भगिनि, किमपि तदेव वयम् इदानीं पर्यन्तं पठितवन्तः, प्रतिपदोक्तत्वात् किमपि नास्ति, तादृशं किमपि नास्ति। पुनः भवती पुनः शृणोतु अस्माकम् अद्य रेकार्डिङ्ग् एव शृणोतु, इदानीं पर्यन्तं तदेव वयं चिन्तनं कृतवन्तः किल, पूर्वसूत्रं परसूत्रं किमपि नास्ति प्रतिपदोक्तत्वात् इत्येव। अस्तु महोदय, पठतु वर्णादङ्गं बलीयः, परिभाषा पञ्चपञ्चाशत्तम परिभाषा अस्ति। वर्णस्य इदं वर्णं, वर्णनिमित्तीकृत्य जायमानं कार्यं, वर्णसम्बद्धं वर्णम्, अङ्गस्य इदम् आङ्गम्, अङ्गनिमित्तिकं वा अङ्ग उद्दिशकम् अङ्गोद्दिशिकं वा कार्यम् अङ्गम् आङ्गम्। अस्तु, अङ्गसम्बद्धम् आङ्गं, वर्णनिमित्तिककार्य अपेक्षया अङ्गाधिकारस्य कार्यं प्रबलम् इति एतत् परिभाषासूत्रं वदति। वर्णनिमित्तिकं कार्यं यदा वर्णनिमित्तिकं कार्यम् अपि च अङ्गनिमित्तिकार्यं समान समये भवति, तदा वर्णनिमित्तिककार्यस्य अपेक्षया अङ्गनिमित्तिकार्यं प्रथमं करणीयम् इति, किमर्थमित्युक्ते तस्य एव प्राबल्यम् इति परिभाषा वदति। समीचीनम्, अग्रिमपरिच्छेदं पठित्वा अद्य समापयामः। इदानीं पर्यन्तं यत् पठितवन्तः सामान्यचिन्तनमस्ति, तत्र मार्गद्वयं प्रदर्शितमस्ति अस्मिन् करपत्रे। यद् वयं पठितवन्तः प्रथममार्गः, तत्र वयं साधितवन्तः इनोयन् प्रतिपदोक्तत्वात् स्वस्य एव कार्यं भवति, वार्णादङ्गं बलीयः वा स्वीकरोतु प्रतिपदोक्तत्वात् वा स्वीकरोतु, इनोयन् इत्यस्य बलम् अधिकं, तस्य एव कार्यं भवति इति साधितवन्तः, तद् समाप्तं। द्वितीयचिन्तनम् इदानीं महोदय उदाहरणमेव पठतु, अग्रिमसप्ताहे तद् वयं पुनः वस्तुतः अत्र वस्तुतः अत्र पक्षद्वयं वर्तते, एकस्मिन् पक्षे ईयोग लङ् लाभस्थायाम् आडाजादीनाम् इत्यनेन आडागमः, ततः अग्रे यथोक्तम्। अपरस्मिन् पक्षे ईयोग लङ् इत्युक्ते ईयोग जि अन्ति अन्त् अन् इणोयन् इत्यनेन अजादौ प्रत्यये परे यनादेशः, य योगः अन् असिद्ध अत्राभवात् असिद्धवदत्राभात् इति असिद्धवत् अत्राभात् इत्यनेन यणादेशस्य असिद्ध्वा असिद्धत्वात् अजादित्वम् आश्रित्य आडाजादीनाम् इत्यनेन आडागमः, आयोग य योग अन् आटश्च इत्यस्य अधुना प्रसङ्गः नास्ति, आयन् इति भवति. अस्तु, अत्र पुनः नूतनचिन्तनम् असिद्धः अभवत्. अस्तु, असिद्धः अभवत्. अत्र यद्यपि यकार अस्ति, असिद्धावत्राभात् इत्यनेन यणादेश असिद्धत्वात् अजादित्वम् आश्रित्य आडाजादीनाम् इति आडागं भवति. यद्यपि यकार दृश्यते, परन्तु यत् यकार अस्ति यत् असिद्ध असिद्धम् इति अन्यत् सूत्रं वदति, अपि य अकार एव पश्यति. अतः आकार भवति इति अहं चिन्तयामि. आकारस्य आदेशः आकारस्य आड आडागमस्य प्रसक्तिः इदानीमपि अस्ति, यद्यपि यकार अत्र दृश्यते. समीचीनं, तादृशं तद् असिद्धवत् अत्राभात् इत्युक्ते किम् इति पठित्वा अवगच्छामः चेत् समीचीनं भवति. परन्तु एतत् द्वितीयचिन्तनं, किञ्चित् अग्रे अपि पठतु. प्रायः वयम् अग्रिमसप्ताहे पठिष्यामः, परन्तु अस्तु अद्य समापयामः. धन्यवादः. धन्यवादः. शुभदिनं भगिनि. धन्यवादः. धन्यवादः भगिनी.